पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 2 महेश उवाच एकलक्षं पञ्चविंशत्सहस्रपर्वतास्तथा तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमं नरनारायणो देवो यत्र तिष्ठति नारद तस्य स्वरूपं तेजश्च वक्ष्यामीह च साम्प्रतं हिमपर्वतशृङ्गे च कृष्णाकारतया द्विज द्वौ पुरुषौ तत्र वर्तेते नरनारायणावुभौ श्वेत एकस्तु पुरुषकृष्णो ह्येकतमः पुनः तेन मार्गेण ये यान्ति हिमाचलकृतोद्यमाः पिङ्गलश्वेदवर्णश्च जडाधारी महाप्रभुः कृष्णो नारायणो ह्येष जगदादिर्महाप्रभुः चतुर्बाहुर्महान् श्रीमान् व्यक्तो व्यक्तः सनातनः उत्तरायणे महापूजा जायते तत्र सुव्रत षण्मासाधिकपर्यन्तं पूजा नैव च जायते हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेद् अद एतादृशो देवो न भूतो न भविष्यति तत्र देवा वसन्तीह ऋषीणां चाश्रमास्तथा अग्निहोत्राणि वेदाश्च ध्वनि प्रश्रूयते सदा तस्य वै दर्शनं कार्यं कोटिहत्या विनाशनम् अलकनन्दा यत्र गङ्गा तत्र स्नानं समाचरेत् कृत्वा स्नानं तु वै तत्र महापापात् प्रमुच्यते यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः एकस्मिन्नवसरे ब्रह्मन् सुतपस्तप्तवानहम् तदा नारायणो देवो भक्तानां हि कृपाकरः अव्ययपुरुषः साक्षादीश्वरो गरुडध्वजः सुप्रसन्नो ब्रवीन्मां वै वरं वरय सुव्रत श्रीनारायण उवाच यद्यदीप्सि देवत्वं तं तं कामं ददाम्यहम् त्वं कैलास विभुः साक्षात् रुद्रो वै विश्वपालकः रुद्र उवाच अलं गृह्णामि भो देव सुप्रसन्नो जनार्दन द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छसि तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहं सर्वे लोका ब्रुवन्त्वेवमयं भक्तः सदैव हि तव प्रसादा देवेश मुक्तिदादा भवाम्यहं ये लोका मां भजिष्यन्ति तेषां दादा न संशयः विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहं यस्याहं वरदाता तु तस्य मुक्तिर्भवेत् प्रभो जडिलो भस्मलप्ताङ्गो ह्यहं वै तव सन्निधौ तव चरणप्रसादेन लोके ख्यातो भवाम्यहम् इति श्री पात्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां नारदोमापदिसंवादे बदरी नारायणमाहात्म्ये रुद्रप्रसादो नाम द्वितीयोऽध्यायः ॐ